ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि सरस्वती येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनि व्याकरणवर्गे सर्वेषां स्वागतम्। तत्र गतसप्ताहे वयं पदव्यवस्थाविषये सूत्रद्वयं दृष्टवन्तः। प्रथमसूत्रम् अस्ति अनुदातन्यता आत्मनिपदम्। सो धातूनाम् आत्मनिपदत्वम् इति गुणः कथम् आयाति इति चेत्, तत्र महर्षिणा एकं सूत्रं दत्तम् अनुदातनित आत्मनेपदम्। सो अनुदातनित इत्यनेन अनुदात् अपि च नकारः इत् यस्मिन्, सः धातुः आत्मनेपदम् आत्मनेपदिप्रत्ययः कर्तरिप्रयोगे स्वीकरोति। अनुदात् इत् यस्मिन् धातु अस्ति तस्य धातुः नाम अनुदात्तेत धातुः। सो अनुदात्तेत धातुः अपि च णित् धातुः, कण्ठनकारः यस्मिन् धातुः इत् संज्ञक अस्ति, तादृशधातौ आत्मनेपदत्वम् इति गुणः तस्मिन् इति तादृशगुणः आयाति, तादृशगुणः अस्ति तस्मिन् यः अनुदात्तेत अस्ति अपि च णित् अस्ति। आत्मनेपदत्वम् इति गुणः तस्मिन् आयाति चेत् किं भवति? कर्तरिप्रयोगे सः तादृशप्रत्ययः केवलम् आत्मनेपदीप्रत्ययः एव स्वीकरोति। यदा वयं कर्तरिप्रयोगः, कर्मणि प्रयोगः, भावे प्रयोगः इति वदामः चेत्, तत्र कर्तरिप्रयोगे तत्र यः अत्र वयं किं कस्य विषयः अस्ति? तिङ्प्रत्ययानां विषयः अत्र अस्ति, इत्युक्ते आत्मनेपदत्वं, परस्मैपदत्वम्, उभयपदत्वम्, एते गुणाः एतादृशः नामकरणं तत्र तिङ्प्रत्ययानाम् एव वर्तते व्याकरणशास्त्रे। यदा वयम् आत्मनेपदत्वं, परस्मैपदत्वम् इति तस्य विषये चिन्तनं कुर्मः, सर्वदा तत्र तिङ्प्रत्ययानाम् एव विषयः। नवतिङ्प्रत्ययाः परस्मैपदी संज्ञकाः, अनन्तरं ये नवप्रत्ययाः तिङ्प्रत्ययाः तेषाम् आत्मनेपदी इति संज्ञा अस्ति। सो यदा एतादृशः आत्मनेपदी प्रकरणम् इति यः विषयः, तत्र प्रायशः तत्र मूलतः तत्र स्थूलरूपेण तत्र तिङ्प्रत्ययानाम् एव विषयः। सो वयं जानीमः तत् अस्मिन् प्रकरणे एव तत्र भावकर्मणोः इति सूत्रम् अस्ति। सो भावकर्मणोः सूत्रमपि तिङ्प्रत्ययस्य विषये एव। सो भावकर्मणोः इति सूत्रेण तत्र यदा अस्माकं विवक्षा कर्मणि प्रयोगस्य अस्ति अथवा भावे प्रयोगस्य अस्ति चेत् तत्र धातौ अनन्तरं केवलम् आत्मनेपदिप्रत्ययः एव योजनीयम् इति सूत्रं वदति। सो यदा वयं कर्तरिप्रयोग वदामः चेत् तत्र यः तिङन्तपदमस्ति, यः लट् लकार वा लोट् लकार वा यत्किमपि दशलकाराः सन्ति येषां वयं तिङन्तपदं निर्मातुं शक्नुमः, सः तिङन्तपदं तत्र कर्तारम् अनुसरति। यः कर्ता अस्ति तस्मिन् वाक्ये तिङन्तपदं केवलं कर्तरिप्रयोगे कर्तारम् एव अनुसरति। सो कर्ता यस्मिन् लिङ्गे अस्ति, यस्मिन् वचने अस्ति, तस्य या विभक्तिः अस्ति अथवा यः पुरुषः अस्ति, यः लिङ्गम् अस्ति कर्ता विषये, तस्य आधारेण एव तिङन्तपदम् अस्ति। सो कर्तरिप्रयोगे तिङन्तपदं कर्तारम् अनुसरति, कर्मणि प्रयोगे यः तिङन्तपदमस्ति, कर्मणिप्रयोग कस्य इति वदामः चेत् तिङन्तपदस्य, तिङ्विषये एव कर्मणि प्रयोगः, कर्तरिप्रयोगः अपि च भावेप्रयोगः। सो तत्र यः तिङन्तपदमस्ति सः तिङन्तपदं, सः क्रियापदं तत्र कर्मपदम् अनुसरति। सो कर्मपदं कर्मपदस्य तत्र सर्वदा प्रथमविभक्तिः भवति, अनेन कारणेन एव, किमर्थं चेत् तत्र कर्मपदम् अपि च तिङन्तरूपस्य तत्र तिङन्तपदस्य तत्र फालोयिङ्ग् अस्ति, तिङन्तपदं तत्र कर्मपदम् अनुसरति, अतः वयं किं वदामः तत्र कर्मणि प्रयोगः. सो कर्मणि प्रयोगे कर्ता इह कर्तुः अस्ति, तस्य तृतीयविभक्तिः भवति, कर्मपदस्य प्रथमविभक्तिः भवति. अपि च भावे प्रयोगे वदामः चेत् यत्र अकर्मकधातुः अस्ति तत्र बहूनि, तत्र कानिचन धातवः सन्ति ये अकर्मकधातवः, तत्र वयं कर्मपदं न योजयितुं शक्नुमः. वाक्ये वयं कर्मपदस्य प्रयोगं न कर्तुं शक्यते. सो तत्र किं भवति, तत्र तु कर्मणि प्रयोगः न भवितुं शक्नोति, तत्र किं करणीयम्? सो यदि तत्र अहं कर्तरि प्रयोगः न कर्तुम् इच्छामः चेत् तत्र भावे प्रयोगः भवति. सो तत्रापि तत्र कोऽपि कर्मपदं नास्ति, तत्र भावे प्रयोगे अपि तत्र आत्मनेपदीप्रत्ययः एव योजनीयम्. सो तत्र भावे प्रयोगे तिङन्तपदं क्रियायाः भावं सूचयति, क्रियायाः एव सूचयति, क्रियायाः एव तत्र प्राधान्यम् अस्ति. तत्र कर्तुः अपि च कर्मपदस्य प्राधान्यं नास्ति, परन्तु कर्मणि प्रयोगे कर्मपदस्य प्राधान्यं, कर्तरि प्रयोगे कर्तुः यः कर्ता अस्ति तस्य प्राधान्यं वर्तते. किमर्थं चेत् प्राधान्यम् इत्युक्ते तत्र तिङन्तपदं कर्तारम् अनुसरति, कर्मणि प्रयोगे तिङन्तपदं कर्मपदम् अनुसरति. सो अत्र अस्मिन् करपत्रे यः आत्मनेपदत्वम्, उभयपदत्वम् अपि च परस्मैपदत्वम् इति गुणः, धातुः कथं वयं जानीमः कस्मिन् धातुः किं गुणः अस्ति चेत् तस्य कृते महर्षिणा सूत्रत्रयं दत्तं. प्रथमं सूत्रमस्ति अनुदात्तनित आत्मनेपदं. सो यस्मिन् धातुः अनुदात् स्वरस्य इत् अस्ति अथवा यस्मिन् धातुः कण्ठनकारस्य इत् अस्ति तादृशधातूनां तत्र आत्मनेपदत्वम् इति गुणः अस्ति. तेन किं भवति, कर्तरि प्रयोगे सः धातुः आत्मनेपदीप्रत्ययः स्वीकरोति, केवलम् आत्मनेपदीप्रत्ययः स्वीकरोति. अनन्तरं वयं दृष्टवन्तः स्वरितनित् कर्तृ अभिप्राये क्रियाफले. सो यः धातुः अनुदात्तेत् नास्ति, नित् नास्ति, परन्तु स्वरितेत् अस्ति, तस्मिन् स्वरित् स्वरसि इत् अस्ति, अथवा कोऽपि तादृशधातुः यस्मिन् स्वरित् स्वरसि इत् तु नास्ति परन्तु ण्यकारसि इत् अस्ति, तालु ण्यकारसि इत् अस्ति चेत् तादृशधातुः तत्र तस्मिन् धातुः उभयपदत्वम् इति गुणः आयाति. इत्युक्ते कर्तरि प्रयोगे सः तादृशधातुः परस्मैपदीधातुः अपि स्वीकर्तुं शक्यते, आत्मनेपदी प्रत्ययः अपि स्वीकर्तुं शक्यते, परन्तु अस्माभिः तत्र द्रष्टव्यं यदि क्रियायाः फलं कर्तारं प्रति गच्छति चेत् तत्र आत्मनेपदी प्रत्ययः योजनीयम्. अस्मिन् सूत्रे आत्मनेपदी इति पदस्य अनुवृत्तिः अस्ति, किमर्थं चेत् 72 एतत् अस्मिन् प्रथमाध्याये तृतीयपादे एव एतत् सूत्रं तत्र अस्ति. सो अत्र अस्मिन् प्रथमाध्याये तृतीयपादे अस्य प्रकरणस्य नाम अस्ति आत्मनेपदीप्रकरण, अस्य प्रकरणस्य. सो अत्र आत्मनेपदी इति पदस्य तत्र प्रायशः बहुषु सूत्रेषु अनुवृत्तिः भवति. सो स्वरितनित्यकर्तृ अभिप्रायक्रियाफले अस्मिन् सूत्रे अपि पूर्वसूत्रात् आत्मनेपदी इति पदस्य अनुवृत्तिः अस्ति. सो स्वरिते अपि च नित् धातोः क्रियायाः फलं कर्तारम् अभिप्रैति चेत् तत्र आत्मनेपदी धातोः अनन्तरम् एतत् पञ्चमी अन्तं पदम् अस्ति. स्वरितनित् धातोः आत्मनेपदी कर्तृ अभिप्राये क्रियाफले. सो यदा क्रियायाः फलं कर्तारं प्रति गच्छति चेत् तत्र तादृशस्वरितेत् अथवा णित् धातोः अनन्तरम् अस्माभिः आत्मनेपदीप्रत्ययः योजनीयं. सूत्रं तावदेव वदति, परन्तु अस्य सूत्रस्य निष्कर्षः अस्ति यदि स्वरितेत् अपि च णित् धातुः अनन्तरं तस्य विषये यदि क्रियायाः फलं कर्तारं न अभिप्रेति चेत् तत्र तादृशस्वरितेत् अपि च अण्यत् धातोः अनन्तरं परस्मैपदी प्रत्ययः योजनीयम् इति तत्र निष्कर्षः भवति. परन्तु एतत् सूत्रस्य यदि कोऽपि पृच्छति चेत् सूत्रस्य अर्थः कः इति वदामः चेत् स्वरितेत् अपि च अण्यत् धातोः पञ्चमी अस्ति धातोः आत्मनेपदी कर् आत्मनेपदी कर्तृ अभिप्राये क्रियाफले. सो आत्मनेपदं लस्य स्थाने एव आगन्तुं शक्यते इति सूत्रस्य अर्थः भवति. अनन्तरं व्याख्या दृष्ट्वा वयम् अवगन्तुं शक्यते यदि क्रियायाः फलं कर्तारं न अभिप्रेति चेत् तत्र तादृशधातोः अनन्तरं कर्तरिप्रयोगे परस्मैपदी प्रत्ययः योजनीयम् इति तत् उभयपदत्वम् इति गुणः तादृशस्वरितेत धातुः अण्यत् धातुः आगच्छति. सो उभयपदत्वम् इति गुणः स्वरितेत् नित् धातौ आत्मनेपदत्वम् इति गुणः अनुदात्तेत् अपि च नित् धातौ. एतावता पूर्वस्मिन् वर्गे तत्र पठितवन्तः. इदानीं तत्र प्राचीनकाले स्वरविज्ञानम् आसीत् अहं चिन्तयामि एतत् आरभ्य तत्र पठामः. अस्तु, कः प्रारम्भं करोति? श्रीना भगिनी पठति वा? महोदय दृश्यते वा? अस्तु भगिनि, पठामि वा महोदय? आम्, अत्र प्राचीनकाले स्वरविज्ञानमासीत् अत्र पठतु. प्राचीनकाले स्वरविज्ञानम् आसीत् अतः तदाधारेण पदव्यवस्था ज्ञायते स्म. इदानीन्तनकाले डुपच धातुः उभयपदी अस्ति इति जानीमः, अपि च यत् नास्ति, अतः स्वरितेत् अति अनुमानं कुर्मः. स्वरितेत् स्यात् इति अनुमानं कुर्मः. स्यात् इति अनुमानं कुर्मः. एवम् ऊहां कृत्वा एवम् अद्यत्वे धातुपाठे एतादृशानि चिह्नानि कैश्चित् योजितानि. यथा अनुनासिकचिह्नानि न वर्तन्ते सामान्यधातुग्रस्थेषु ग्रन्थेषु, तथैव अनुदात्तस्वरितचिह्नानि अपि ग्रन्थेषु सामान्यतया न लभ्यन्ते. किन्तु केचन ऊहां कृत्वा स्थापितवन्तः. तेषु दीक्षितपुष्पा माता अस्मिन् क्षेत्रे नायिका. पूर्वे उच्चारणं बहु सम्यक् आसीत्, अतः उच्चारणं श्रुत्वा अनुमानं कर्तुं शक्यन्ते. परन्तु इदानीं तत् कस्य विषये अनुमानं कर्तुं शक्यते? अनुदात्त वा उदात्त वा स्वरित वा इति. तेन किं भवति? अनुदात्त इत्युक्ते पदव्यवस्था विषये. धातुः अनुदात्तेत् वा स्वरितेत् वा उदात्तेत् वा तेन किं वयम् अवगन्तुं शक्यते पदव्यवस्था विषये? अतः इदानीं वयं चिह्नं दृष्ट्वा अचिह्नं न अस्ति नास्ति, अतः यत् अपि च ऋत् अस्ति चेत् अहम् अनुमानं कर्तुं शक्यते नित् अस्ति चेत् अनुदातः इत् अस्ति चेत् स्वरितः इति अनुनासिकचिह्नम् अस्ति चेत् तत् अनुदात्त इत्युक्ते तत्र कण्ठनकारस्य इदस्ति अथवा तालुण्यकारस्य इदस्ति तत्तु वयं ज्ञातुं शक्यते अन्ते अस्ति परन्तु स्वरविषये कथं जानीमः वयं तु तत्र उच्चारणं न कर्तुं शक्यते अतः तत्र चिह्नम् आवश्यकं चिह्नं नास्ति चेत् वयं न ज्ञातुं शक्यते स्वरितेत् वा अनुदात्तेत् वा चिह्नम् आवश्यकं परन्तु ये तत्र धातुग्रन्थाः सन्ति ये अस्माकं ये मूल ये पाण्डुलिपि तत्र ये मेनुस्क्रिप्ट् तत्र मूलग्रन्थाः ये सन्ति तत्र तु कुत्रचित् चिह्नं न लभ्यते अतः किं करणीयं स्वरविषये तत्र अनुदात्चिह्नम् आवश्यकं स्वरिचिह्नमपि आवश्यकम् अनुनासिकचिह्नमपि आवश्यकम् सो वयं कथं ज्ञातुं शक्यते धातु स्वरिते वा अनुदात्ते वा उदात्ते वा तत्र समस्या जायते परन्तु तस्य समस्यानिवारणार्थं तत्र किं कृतं तत्र एतादृशानि चिह्नानि कैश्चित् योजितानि धातुपाठे तेषु दिशा पुष्पमाता पुष्पमाता अस्मिन् क्षेत्रे नायिका among all those who had done this exercise for putting all the signs in the dhatu for all these 2000 dhatus teshu among those teshu diksha pushpa mata asmin kshetre nayika so mata pushpa dikshit she had also prepared as swarankita dhatu paath swarankita dhatu paathe tatra अनुनासिकचिह्नमपि वयम् इदानीं द्रष्टुं शक्यते स्वरिते चिह्नमपि अस्ति अपि च तत्र अनुदात् चिह्नमपि लभ्यते सो दे हेव् डन् द बिकास् दे नो आल् द पाणिनि व्याकरणम् एवम् ऊहां कृत्वा इत्युक्ते दुपचंश्चिति धातुः वयं जानीमः वारं वारं पच्यते एतस्य बहु परिचितधातुः एतस्य ये पदानि सन्ति तिङन्तपदानि सन्ति तेषां विषये वयं सर्वे जानीमः तत्र पच्यति अपि अस्ति पच्यते अपि अस्ति सो कर्तरिप्रयोगे तत्र रूपद्वयं श्रूयते दृश्यते सो कथम् अत्र तु कोऽपि ण्यकारस्य इति नास्ति दुपचंश् विषये कोऽपि ण्यकारस्य इति नास्ति सो कथं जानीमः अत्र उभयपदत्वम् अस्मिन् धातु अस्ति उभयपदत्वम् इति गुणः अस्मिन् धातु सो अत्र लिखितम् ऊहां कृत्वा एव सो अत्र शकारसी अस्ति डु इति वर्णसमूहः आदौ अपगच्छति अनन्तरं तत्र पच् एव अवशिष्टभागः लौकिकरूपं पच् अस्ति सो चकार उत्तरवर्ती यः अकारः सः अनुनासिक अपि भवेत् अपि च सः स्वरित् अपि भवेत् एतत् ऊहाम् अस्ति वयम् अनुमानाधारेण अनुमानं तत्र ये वैयाकरणाः कैश्चित् तत्र वैयाकरणाः ये सर्वं संस्कृतव्याकरणं जानन्ति ते एतत् स्वराङ्कितधातुपाठः निर्मितम् इदानीम् अस्माकं सविधे तत् अस्ति स्वराङ्कितधातुपाठः सो दिस् पुष्पा माता दीक्षित् अस्मिन् क्षेत्रे नायिका शी इस् द लीडर् अमङ्ग् आल् दोस् पीपल् बिकास् शी हेज़् आल्सो गिवन् नौ वी हेव् अ स्वराङ्कितधातुपाठ सो स्वराङ्कितधातुपाठं दृष्ट्वा वयं ज्ञातुं शक्यते मूलरूपे मूलधातौ स्वरः स्वरित् इत्युक्ते न केवलम् अनुनासिकस्वरस्य विषये अनुदात्ते स्वरित् अपि च उदात्ते इति गुणः आवश्यकं अवशिष्टस्वरस्य विषये अपि तत्र अवशिष्टस्वरः अनुदाते वा तेन इडव्यवस्था वयं ज्ञातुं शक्यते. सो केवलं पदव्यवस्था इति विषयः नास्ति, धातौ धातौ इडव्यवस्था अपि आवश्यकम्. सो इडव्यवस्था अवशिष्टस्वरः यः अकार उत्तरवर्ति अत्र अकारः यः प्रक्रियायां स्वरः तिष्ठति तस्मिन् किम् अस्ति उदय तस्मिन् सः स्वरः उदात् वा अनुदात् वा स्वरित् वा तदपि अस्माभिः ज्ञातव्यं तेन इरवस्था. अतः तत्र सम्पूर्णस्वराङ्कितधातुपाठे तत्र एतादृशानि चिह्नानि योजितानि इदानीं, परन्तु ये मूलधातुग्रन्थाः तत्र सन्ति तत्र सामान्यधातुग्रन्थाः यथा पाणिनिधातुग्रन्थस्य कोऽपि मूल आकृतिः अस्ति चेत् तत्र तु कोऽपि चिह्नं न लभ्यते, तत्र कोऽपि चिह्नं नास्ति. किमर्थं? प्राचीनकाले तत्र एकं सम्पूर्णस्वरविज्ञानम् आसीत्, तत्र कोऽपि नीडेव नास्ति स्वरः अनुनासिक वा दात् वा अनुदात् वा, परन्तु तत् स्वरविज्ञानम् इदानीं लुप्तः. अस्माकं सविधे तत्र स्वरविज्ञानम् इति नास्ति. सो वयं तु केवलं चिह्नं दृष्ट्वा एव ज्ञातुं शक्यते कीदृशस्वरः स्वरः अनुदात्तेत् वा स्वरित्तेत् वा अपि च उदात्तेत् वा. सो तस्य कृते इदानीं तत्र समस्या निवारणार्थं तत्र स्वराङ्कितधातुपाठः अस्ति. सो आल् आफ् यु हेव् देट् स्वराङ्कितधातुपाठ. ऐ थिङ्क् ऐ हेव् sent it before by mail or something like that. So even if you don't have nasty, so I will send it by with today's recording. I will attach that swarankita dhatu paatha yaha asti tatra ekam pdf file asti. I will send that swarankita dhatu paatha. Dhanyavad. Agre api pashtatu bhagini. Anyat udaharanam kashyema यितः इति डुक्रिङ् धातुः यित् अस्ति ञित् अस् अतः अनेन सूत्रेण उभयपदी अस्ति घटीकरोति कुरुते वेङ् वेङ् वेङ् अपि उभयपदिनः. सो अत्र तु नकारस्य इत् अस्ति, एतत्तु वयं ज्ञातुम् एतत् दृष्ट्वा वयं ज्ञातुं शक्यते, परन्तु यत् स्वरस्य इत् अस्ति तत्र कथं वयं चिह्नं विना वयं कथं ज्ञातुं शक्यते? तत्र चिह्नम् आवश्यकं, यथा डुपचंश तत्र नकारस्य नास्ति. सो सूत्रं किमस्ति उभयपदत्वम् इति तस्य विषये किं सूत्रं भगिनि? स्वरित इतः कर्त्रभिप्राये क्रियाफले. सो अत्रापि ये यस्मिन् यस्मिन् धातुः उभयपदत्वम् इति गुणः तत्र कर्तरिप्रयोगे रूपद्वयं सर्वदा अस्ति, करोति अपि च कुरुते. सो रूपद्वयं तथैव एतेषां धातूनाम् एते धातुत्रयं ते अपि तेषु अपि न्यकारसीत् अस्ति तालुन्यकारसि. अतः यस्मिन् यस्मिन् धातुः तालुन्यकारस्य इत् अस्ति सः धातुः उभयपदी धातुः, तस्मिन् उभयपदत्वम् इति गुणः अस्ति. अतः तस्य विषये कर्तरिप्रयोगे सर्वदा रूपद्वयम्. अग्रे पठतु भगिनि. उपर्युक्तयोः सूत्रयोः ज्ञानेन के परस्मैपदी धातवः सन्ति इति अपि अवगम्यते. यः कोऽपि धातुः मित् अपि नास्ति, अनुदात्तेत् अपि नास्ति, यित् अपि नास्ति, स्वरितेत् अपि नास्ति, सः धातुः परस्मैपदी एव. धातुः उदात्तेत् अस्ति चेत् परस्मैपदी, किन्तु उदात्तेत् नास्ति चेदपि यदि मित् अनुदात्तेत् यित् स्वरितेत् नास्ति तर्हि सः धातुः परस्मैपदी एव. सो बै एक्स्क्लूषन् परस्मैपदी धातवः किम् इति ऊहां कर्तुं शक्यते. नित् अपि च युत् नास्ति, अनुदात्त स्वरिता नास्ति चेत् ते सर्वे परस्मैपदी दातवः इति. अपि च तदेव उदात्त, उदात्त अस्ति चेत् परस्मैपदी एव. उदात् अस्ति धातु उदात् भवितुं शक्नोति वा? उदात् केवलम् उदात् वदामः चेत् धातु उदात् इति तस्य कः अर्थः भगिनि? कोऽपि चिह्नं नास्ति. धातु कथम् उदात् शक्नोति? धातु मध्ये तत्र तत्र वर्णसमूहः अस्ति, वर्णसमूहः तत्र व्यञ्जनानि अपि सन्ति, स्वराः अपि सन्ति. धातुः उदात् इति न वदामः, धातुः उदात्तेत् अथवा स्वरितेत् अथवा अनुदात्तेत्. धातु तु उदात् अपि स्वरित् न भवितुं शक्नोति न, तत्र तु वर्णसमूहः. उदात्ते स्वरितनित कर्त्री अभिप्राये क्रियाफले, अपि च अनुदात्तनित आत्मनेति, एते सूत्रद्वयस्य आधारेण वयम् ऊहां कर्तुं शक्यते इति परस्मैपदी धातवः के. कीदृशधातुवः परस्मैपदी इति भवितुं शक्नोति सूत्रद्वयस्य आधारेण? अनुदात् नित् अथवा अनुदात् अस्ति चेत् आत्मनेपदी अस्ति. इदानीं परस्मैपदी धातवः के? ये ये नित् अपि च यत् नास्ति, अपि च अनुदात्तेत् अपि च स्वरितेत् नास्ति. आम् इत्युक्ते उदात्तेत् अस्ति, परन्तु उदात्तेत् इत्युक्ते लैक् वदतु वदतु. उदात्तेत् इत्युक्ते एत् किं पञ्चमी निर्दिश्यते. उदात् योग इत् अस्ति चेत् सः अस्तु. उदात्तेत् इत्युक्ते इत्युक्ते स्वरस्य उपरि अथवा अधः किमपि धातुः उदात्ते इत्युक्ते किम्? स्वरः किम् इत्संज्ञकः स्वरः किमपि नित् नास्ति यत् नास्ति, अतः किमपि केवलं वदामः धातुः उदात्तेत् तस्य कः अर्थः? अस्ति उदात् स्वरः इत् अस्ति, इत् अस्ति आम्. धातुः उदात्तेत् इति वदामः चेत् इत्युक्ते धातौ उदात् स्वरस्य इत् तस्य नाम अस्ति उदात्तेत् धातुः. तथैव अनुदात्तेत् धातु वदामः चेत् धातौ अनुदात् स्वरसि इति अस्ति. यदा वयं वदामः धातुः स्वरितेत् इत्युक्ते धातौ स्वरित् स्वरसि इति अस्ति. उदात्तेत् इति नामकरणम्, अनुदात्तेत् इति नामकरणं, स्वरितेत् इति नामकरणं कस्य विषये? धातो विषये. यस्मिन् धातु अनुदात् स्वरस्य इत् सः अनुदात्तेत् धातुः, यस्मिन् धातुः उदात् स्वरस्य इत् सः धातुः उदात्तेत्, तथैव यस्मिन् धातुः स्वरित् स्वरस्य इत् सः धातुः स्वरितेत्. सूत्रद्वयस्य आधारेण यद् धातुः अनुदात्तेत् नास्ति, स्वरितेत् अपि नास्ति, णित् नास्ति, इत् नास्ति, तथा वयम् अनुमानं कर्तुं शक्यते अस्मिन् धातु आत्मनेपदत्वम् इति गुणः नास्ति, उभयपदत्वम् इति गुणः नास्ति. सो वट् इस् लेफ्ट्? अतः अस्मिन् धातोः परस्मैपदत्वम् इति गुणः भवेत्. सो नौ द क्वश्चन् इस् वट् विल् बि देट् धातु बि इफ् इट् इस् नाट् अनुदात्तेत्. धातुः अनुदात्तेत् नास्ति, स्वरितेत् अपि नास्ति, नित् अपि नास्ति, इत् अपि नास्ति. सो प्रायशः धातुः उदात्तेत् अस्ति. सो धातुः उदात्तेत् अस्ति चेत् परस्मैपदी. सो तावत् वयम् अनुमानं कर्तुं शक्यते. परन्तु यदि इदानीं प्रश्नः अस्ति, यदि धातुः उदात्तेत् अपि नास्ति, सि भूधातुः, भूधातुः अनुदात्तेत् नास्ति, नित् नास्ति, स्वरितेत् नास्ति, इत् अपि नास्ति, अपि च तत्र कोऽपि स्वरस्य इत् एव नास्ति. सो उदात्तेत् अपि नास्ति, धातुः भूधातुः उदात्तेत् अपि नास्ति. सो कथं जानीमः धातुः परस्मैपदी अस्ति इति तत्र लिखितं. किन्तु उदात्तेत् नास्ति चेदपि यदि नित् अनुदात्तेत् इत् स्वरितेत् नास्ति तर्हि सः धातुः परस्मैपदी. सो वि केनाट् कन्क्लूड् दट् सूत्रद्वयस्य आधारेण वयम् एतत् निष्कर्षः न कर्तुं शक्यते धातुः उदात्तेत् अस्ति चेदेव परस्मैपदी भवति न. सो यदि धातुः उदात्तेत् अस्ति तत्तु सत्यं, तत् परस्मैपदी भवति. परन्तु तादृशधातवः अपि सन्ति यस्मिन् कोऽपि इत्संज्ञकवर्णः एव नास्ति, अतः एकं भिन्नसूत्रम् अपेक्षितम्. दिस् परिच्छेद इस् आल् अबौट् देट् फ्रोम् दीस् टू सूत्र. सि वट् इस् पाणिनि महर्षि किम् इच्छति ग्रन्थस्य विषये, व्याकरणग्रन्थस्य विषये तस्य मूल इच्छा किम् अस्ति, तस्य मूलध्येयं किम् अस्ति? ग्रन्थं लघु भवेत्, लघुत्वं तस्य मूल इत्युक्ते तस्य ध्येयम् अस्ति महर्षिणा. सो देट् इस् वै एव्रिवेयर् वी आर् डिस्कसिङ्ग् तत्र लाघवार्थं किमर्थम् एतादृशं न कृतम्. सो लाघवार्थं सूत्रद्वयस्य आधारेण अपि वयम् ऊहां कर्तुं शक्यते परस्मैपदत्वम् इति गुणः कस्मिन् धातुः भवेत्. परन्तु किं, परन्तु वयं जानीमः तत्र परस्मैपदत्वं विषये भिन्नसूत्रमस्ति. सो किमर्थम् अत्र लाघवार्थं महर्षिणा सूत्रं भिन्नसूत्रं दत्तं, तस्य विषये एव अत्र चिन्ता अस्ति. सो केवलम् अनुदात्तेत् धातु अस्ति चेत् सः परस्मैपदी भवति इति नास्ति. तत्र केचन धातवः सन्ति यस्मिन् कोऽपि कोऽपि इत्संज्ञकवर्णः एव नास्ति, अतः तत्र एकं भिन्नसूत्रम् अपेक्षितम्. यथा अत्र स्वरितनित्यकर्त्री अभिप्राये क्रियाफले, अस्मिन् सूत्रे केवलम् उभयपद आत्मनेपदीविषये एव लिखितम्. यः स्वरितेत् धातु नित् धातुः सः यदि क्रियायाः फलं कर्तारम् अभिप्रेति तादृशधातुः आत्मनेपदी प्रत्ययः स्वीकरोति कर्तरि प्रयोगे. वयम् अत्र अस्य सूत्रस्य आधारेण एतत् निष्कर्षं कृतं, क्रियायाः फलं कर्तारं न अभिप्रेति चेत् किं, तादृशस्वरितेत् अपि च नित् धातोः अनन्तरं परस्मैपदी प्रत्ययः योजनीयं. सो हियर् द भिन्नसूत्रं फार् द परस्मैपदं वास् नाट् अपेक्षितं. सो हियर् वी केन् डू द कन्क्लूजन् बट् this parichheda says that even though from these two sutras we can see that yeshu dhatushu udat swarasi it asti te dhatvah kartari prayoge parasmaipadi pratyah swikaroti parantu yadi tatra udat swarasi it nasti chet kim karaniyam. सो तत्र ब्रह्म जायते, तस्य विषये एव एतत् एकं भिन्नसूत्रम् अपेक्षितम्. सो दिस् परिच्छेद् इस् आल् अबौट् वै वट् इस् द रिक्वैर्मेण्ट् फार् ए थर्ड् सूत्र फार् द परस्मैपदी. even though we were able to do the take the reference from these two sutras ki drish dhatuvah parasmaipadi bhavet parantu tathapi ekam bhinna sutram apeshitam kimartham chet yadi kaschit dhatau कोऽपि इत्संज्ञक् वर्णः एव नास्ति सो तत्र वयं किं कुर्मः इति तत्र ब्रह्मः जायते तस्य कृते एव महर्षिणा तत्र भिन्नसूत्रं दत्तं सर्वे आर् यू गेटिङ्ग् मै पायिण्ट् वाट् ऐ एम् सेयिङ्ग् तत्र अत्र केचन उदाहरणानि सन्ति तदपि पठतु भगिनि यथा ऋष गै मुझ कुझ नश एते सर्वे धातवः अपि परस्मैपदिनः परस्मैपदिधातूनां कृते पृथक् सूत्रम् अपि अस्ति तच्च अग्रे दत्तम् अस्ति सो ऋषां विषये वदतु के इत्संज्ञकवर्णाः शकारस उत्तरवर्ति अनुनासिक अकारः अस्ति अनुनास उपदेशे अजनुनासिक इत्यति सूत्रेण तस्य लोपः भवति अपि च अतः अन्तिम अकार अनुनासिक अकारस्य इत्संज्ञक भवति अवशिष्यते अत्र यः अनुनासिक अकारः सः कीदृश अकारः कोऽपि चिन्तनमस्ति वा तत् अनुनासिका अस्ति उदात्ते अस्ति इत्युक्ते अत्र अधोभागे रेखा नास्ति उपरि दण्डं नास्ति यस्य स्वरस्य कोऽपि चिह्नमेव नास्ति केवलम् अनुनासिकचिह्नम् अस्ति अत्र अतः स्वरः उदात् अस्ति उदात् स्वरस्य अत्र ऋषा इति धातु उदात् स्वरस्य इति अस्ति अतः ऋषा इति धातुः उदाते उदात् स्वरस्य अत्र इति अस्ति सो उदातेत् अस्ति चेत् एतत् धातुः अनुदाते नास्ति स्वरितेत् नास्ति नेत्र नास्ति णित् नास्ति अतः एतत् परस्मैपदी भवेत् इति तु वयम् ऊहं कर्तुं शक्यते परन्तु गायविषये किमस्ति भगिनि गाय किमपि इत्संज्ञकः नास्ति परन्तु अधः चिह्नम् अस्ति अतः अनुदात् अस्ति अनुदात् इत्युक्ते आत्मनेपदी इति न अनुदातु अस्ति तत् सत्यम् अस्मिन् कति वर्णाः सन्ति गाय धातु ग अपि च ऐकारः ऐकारः अत्र अनुदात् अस्ति परन्तु इत् अस्ति वा नास्ति सो हौ केन् वि से अनुदातेत् अस्ति अनुदातेत् नास्ति औशिष्टस्वरः अनुदात् अस्ति अनुदातेत् नास्ति धातु इस् नाट् अनुदात्तेत् धातु स्वरितेत् अपि नास्ति धातु उदात्तेत् अपि नास्ति सो इदानीं किं कुर्मः अत्र ब्रह्मः जायते अतः एकं भिन्न सूत्रम् अपेक्षितम् सो गाय विषये भिन्नसूत्रम् अपेक्षितं कथं निष्कर्षं कर्तुं शक्यते गाय इति पारस्मैपदी एव सो वी केनाट् से दिस् धातु इस् नैदर् अनुदात्तेत् नार् स्वरितेत् नार् उदात्तेत् अत्र कोऽपि इत्संज्ञक् स्वरः एव नास्ति सो वी नीड् टु नो द डिफ्रेन्स् बिट्वीन् अनुदात् एण्ड् अनुदात्तेत् स्वरित् एण्ड् स्वरितेत् सिमिलर्लि उदात् एण्ड् उदात्तेत् स्वरः अनुदात् स्वरित् उदात् भवति परन्तु धातुः अनुदात्तेत् अथवा स्वरितेत् अथवा उदात्तेत् इति तत्र डिफ्रेन्स् अस्ति आर् यु गेट् इट् भगिनि? आम् सो तथैव अन्यधातवः अत्र एते अन्यधातवः उदात्तेत् अस्ति, तत्र कोऽपि चिह्नं नास्ति, परन्तु अनुनासिकस्वरः अस्ति, अनुनासिकस्वरः अस्ति. सो एते सर्वे धातवः परस्मैपदिनः, परन्तु तस्य विषये भिन्नसूत्रम् अपेक्षितं, तत् अग्रे दत्तम्. अस्तु भगिनि, धन्यवादः. सर्वैः अवगतं वा? अस्तु अग्रे अनसूया भगिनि पठति वा भगिनि? रस्मैपदतो शेषात् कर्तरि परस्मैपदं प्रथमाध्याये तृतीयपादे सप्ताशीति पितृधातोः आत्मे सप्तति इति सूत्रेण यत्र धातोः आत्मनेपदस्य कारणं नास्ति तत्र कर्तर्थे परस्मैपदं भवति. आत्मनेपदनिमित्तहीनात् धातोः कर्तरि परस्मैपदं स्यात्. शेषात् पञ्चम्यन्तं कर्तरि सप्तम्यन्तं परस्मैपदं प्रथमान्तं त्रिपदमिदं सूत्रम्. भूवादयो धातवः प्रथमाध्याये तृतीयपादे प्रथमसूत्रेण सूत्रात् धातोः इत्यस्य अनुवृत्तिः लस्य इति पदम् आयाति आक्षेपेण, यतोहि तस्य अर्थः निहितः परस्मैपदम् इत्यस्मिन्. अनुवृत्तिसहितसूत्रं शेषात् धातोः कर्तरि लस्य परस्मैपदम्. यदा अनुदात्त धातुः नास्ति तदा आत्मनेपदी न भवति, अनुदात्तनित् अपि नास्ति तदा एव आत्मनेपदी न भवति. तदा शेषात् धातोः अस्ति सन्ति ते सर्वे कर्तरीपदम् इति अस्य सूत्रस्य अभिप्रायः. शेषात् पञ्चम्यान्तम् अस्ति चेत् परः भवति, कर्तरि सप्तम्यान्तम् अस्ति चेत् पूर्वः कार्यं भवति, परस्मैपदं प्रथमान्तं तत्र नामकरणं तदा करणम् अत्र अधुना एतत् कार्यमस्ति. इत्युक्ते भगिनि त्रिपदमिदं सूत्रम् अत्र शेषात् इति पदमस्ति, अनन्तरं कर्तरि इति पदम् अस्ति, अनन्तरं परस्मैपदम् इति तृतीयपदम् अस्ति. शेषात् इति सामान्यपञ्चमी अस्ति, अत्र निमित्त नास्ति. शेषात् इत्युक्ते शेषात् धातोः अनन्तरं किं करणीयम् इति तत्र प्रश्नः. शेषात् इत्युक्ते अनेन किम्? अस्मिन् प्रकरणे एव एतत् सूत्रं दत्तम्, इत्युक्ते आत्मनेपदिप्रकरणं यः प्रथमाध्याये तृतीयपादे तत्र आरब्धवन्तः तत्र एव एतत् सूत्रं दत्तं. सो शेषात् 78 सूत्रम् अस्ति, अत्र किं 72 सूत्रम् अस्ति. स्वरितनितकर्तृ अभिप्राये क्रियाफले इति पूर्वसूत्रम् अस्ति, तस्य किञ्चित् अनन्तरं शेषात् कर्तरि परस्मैपदम्. सो अत्र लिखितं प्रथमवाक्ये लिखितं यत्र धातोः आत्मनेपदस्य कारणं नास्ति. सो आत्मनेपदस्य कारणं कैः सूत्रैः तत्र भवति? निमित्तमेव नास्ति, निमित्तमेव नास्ति. अत्र किं लिखितं? यत्र धातोः आत्मनेपदस्य कारणं नास्ति. सो आत्मनेपदस्य कारणम् अस्ति अनुदात्तनित आत्मनेपदम्, स्वरितनितकर्त्रे अभिप्राये क्रियाफले आत्मनेपदत्वं. सो सूत्रद्वये तत्र आत्मनेपदत्वस्य कारणम् एव दत्तं. सो क्रियायाः फलं कर्तारम् अभिप्रेति चेत् तादृशस्वरितेतनितधातोः लस्य आत्मनेपदपदम् इति एव सूत्रस्य अर्थः. ओके, सो टिल् दिस् सूत्र केवलम् आत्मनेपदस्य कारणम् एव दत्तं पूर्वसूत्रे, शेषात् कर्तरि परस्मैपदम् इति सूत्रे पूर्वे यानि सूत्राणि सन्ति तत्र विस्तृचित् अपि इदानीम् अस्मिन् अस्मिन् सूत्रे एव परस्मैपदम् इति पदम् आरभ्यते. पूर्वे तत्र केवलम् आत्मनेपदस्य किं किं कारणम् अस्ति तदेव तस्य विषये एव चर्चा पूर्वे. सो यत्र धातोः आत्मनेपदस्य कारणं नास्ति, सो धातोः अनन्तरं धातोः अपि पञ्चमी अस्ति. सो यत्र धातोः आत्मनेपदस्य कारणं नास्ति यथा पूर्वे उक्तं, तत्र कर्तर्थे किमर्थं चेत् अस्मिन् सूत्रे कर्तरि विशिष्टरूपेण कर्तरि इति पदं दत्तं. पूर्वे कुत्रापि कर्तरि इति पदं न दत्तं, परन्तु इदानीं कर्तरि इति पदस्य तत्र एतत् सूत्रम् आरभ्य अनन्तरमपि कर्तरि इति एतत् पदस्य अनुवृत्तिः भवति. सो इदानीं दे हेव् इण्ट्रोड्यूस्ड् दिस् कर्तरि इति पदम्. अतः अत्र वाक्ये एव लिखितम् यत्र धातोः आत्मनेपदस्य कारणं नास्ति. सो आत्मनेपदस्य कारणं किं किम्? अनुदातेत्, णित्, स्वरितेत् अपि च णित्. तत् आत्मनेपदस्य कारणम् एव. किमर्थं चेत् सूत्रे लिखितं क्रियायाः फलं कर्तारम् अभिप्रेति चेत् तादृशस्वरितेत् णित् धातोः अनन्तरम् आत्मनेपदिप्रत्ययः योजनीयं. सूत्रं तत् वदति. सो पूर्वे परन्तु स्वरितानित् अस्ति चेत् उभयपदि भवति खलु? तत्तु अस्माकं निष्कर्षः न, परन्तु सूत्रम् इदानीं पर्यन्तं केवलम् आत्मनेपदस्य कारणम् एव दत्तम्. इदानीं वदति यदि तादृशकारणं नास्ति. सो इन् दिस् सूत्र, इन् दिस् 1372 सूत्रे महर्षि केवलं न वदति स्वरितानित् आत्मनेपदम्. This sutra is Dirgha Sutra. So these two kartri abhipraye kriya phale iti tatra etadrisha padanam tatra mahatvam vartate. So sutra se arthaha sutram vadati swarite tannet dhatohu yadi kriyayaha phalam kartam pratigacchati che tadrisha swarite tannet dhatohu lasya sthane atpane padam. So sutram to आत्मनेपदस्य विषये एव अस्ति, बट् वी आर् टेकिङ्ग् द निष्कर्षः देट् यदि क्रियायाः फलं कर्तारं न अभिप्रेति चेत् सेम् धातुः स्वरितेत् अपि च णित् धातुः तत्र वयं कर्तरिप्रयोगे वयं तत्र परस्मैपदिप्रत्ययः योजयितुं शक्नुमः. अतः उभयपदत्वं, बट् सूत्र इस् अबौट् आत्मनेपदम् एव. Now, that is why he is saying, yadi dato atmanepadasya karanam nasti, tatra kartarthe, kartari prayoge, parasmai padam bhavati, iti sutra sartha, because sheshat, atra kima pina likhtam, udat swarasita asti chet kartari prayoge parasmai padam, na, by saying the sheshat itukte purvye yatuktam, तेषां विहाय, यथा तत्र कुत्रचित् पूर्वे अपि शेषः इति पदं पठितं न, कुत्र पठितम्? कुत्र पठितं शेषः? सार्वधातुकं शेषः, अर्धधातुकं शेषः, अर्धधातुकं शेषः. सो प्रथमे सूत्रम् अस्ति तिंशित् सार्वधातुकम्, अनन्तरं साक्षात् अनन्तरं वदति आर्धधातुकं शेषः. सो शेषः इत्यनेन किं? तत्रापि शेषः इत्यनेन पूर्वे यत् उक्तं तेषां विहाय, तिङ् विहाय षित् विहाय शेषः. पूर्वे उक्तं तिंशित् सार्वधातुकं, तिङ् अपि च षित् तेषां सार्वधातुकसंज्ञा, इत्युक्ते प्रत्ययः एव तिङ् अप्रत्ययः एव षित्. अनन्तरं वदति आर्धधातुकं शेषः. सो शेषः इत्यनेन किं वयम् अवगन्तुं शक्यते? पूर्वे यत् उक्तं तेषां विहाय, ये अन्य येषित् न, ये तिङ् न, तेषां विहाय ये अन्य प्रत्ययः धातोः अनन्तरं तेषाम् आत्मने अर्धधातुक इति संज्ञा. सिमिलर्ली हियर् वेन् ही शेषात् कर्तरि परस्मैपदं शेषात् इत्युक्ते अनुदातेत् न अनुदातेत् विहाय णित् विहाय स्वरितेत् विहाय अपि च इत् विहाय ये अन्य सर्वे धातवः तेषां विहाय कर्तरिप्रयोगे तादृशशेषधातोः अनन्तरं परस्मैपदी लस्य स्थाने परस्मैपदं परस्मैपदीप्रत्ययः योजनीयम् इति सूत्रस्य अर्थः. सो शेषात् इत्यनेन बहु किमपि अस्ति. शेषात् इत्यनेन अनुदातेत् न नित् न परितेत् न इत् न ये अन्य सर्वे धातवः यथा तत्र घञ् अनुदातेत् नास्ति णित् नास्ति स्वरितेत् अपि नास्ति इत् अपि नास्ति अतः शेषात् शेषधातुः अस्ति. सिमिलर्लि ऋष अनुदातेत् नास्ति स्वरितेत् नास्ति इत् नास्ति इत् नास्ति अतः शेषात्. सो यद्यपि अत्र उदातेत् अस्ति परन्तु सूत्रे किमपि न लिखितम् उदातेत् भवेत् न, केवलं लिखितं शेषात्. बै सेयिङ्ग् द शेषात् इति पदं तत्र उदातेत् अपि आयाति अन्य सर्वे ये अनुदातेत् न स्वरितेत् न नित् न इत् न ते सर्वे धातुवः तेषां धातु अनन्तरं धातोः कर्तरिप्रयोगे परस्मैपदं. सो कर्तरि इति साक्षात् दत्तं. सो केवलं कर्तरिप्रयोगे कर्मणि भावेन सो कर्तरिप्रयोगे तत्र किं कर्तरिप्रयोगे तादृशशेषधातोः अनन्तरं परस्मैपदप्रत्ययः योजनीयम् इति सूत्रस्य अर्थः. शेषात् धातोः शेषात् पञ्चमीयन्तं धातोः पञ्चमीयन्तं शेषधातोः अनन्तरं पञ्चमी अस्ति चेत् अनन्तरं कार्यं कर्तरि इति सप्तमी अस्ति. सि सप्तमी सर्वदा निमित्तमेव नास्ति, विषयसप्तमी अपि अस्ति. सो कर्तरि प्रयोगविषये अत्र कर्तरि इति निमित्तं न भवितुं शक्नोति. कर्तरि इस् नाट् अ वर्णः, कर्तरि इस् नाट् सम्प्रत्ययः. सो कर्तरि इति पदस्य तत्र किमपि अर्थमस्ति, परन्तु सप्तमी अस्ति चेत् विषयसप्तमी अस्ति. सो कर्तरिविषये इत्युक्ते कर्तरिप्रयोगविषये किं लस्य लकारस्य स्थाने तत्र तादृशशेषधातोः अनन्तरं तिप्तश्जी योजनीयं परस्मैपदप्रत्यय संज्ञकप्रत्ययः योजनीयम् इति सूत्रस्य अर्थः. सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति वा? अत्रापि लस्य इति पदम् आयाति आक्षेपेण. किमर्थं चेत् पूर्वे नास्ति, कुत्रचित् अनन्तरम् अस्ति, तृतीयाध्याये अस्ति. अतः हिण्डरूपेण वयम् अत्र स्वीकर्तुं शक्यते, न तु अनुवृत्तिरूपेण. अनुवृत्तिरूपेण वयं तत्र न स्वीकर्तुं शक्यते. स्वरूप आक्षेपेण इत्युक्ते हिण्डरूप परस्मैपदम् इति यः पदमस्ति तस्मिन् निहितः अर्थः. परस्मैपदम् अपि च आत्मनेपदम् एतादृशसंज्ञा प्रत्ययानां ते प्रत्ययाः लस्य स्थाने एव आयान्ति व्याकरणशास्त्रे. लस्यतिप्तशी सिप्तस्थ अनन्तरं लः परस्मैपदी अपि च सङ्गानाम् आत्मनेपदम् इति लिखितम्. अवगतं वा भगिनि? अस्तु अस्तु भगिनि, धन्यवादः. अग्रे कः पठति? अहं पठामि वा भगिनि? आं पठतु भगिनि, कृपया पठतु भगिनि. प्रतिध्वनिः आयाति वा यदि अहं पठामि चेत्? न आयाति, इदानीं नायति. परस्मैपदत्वं शेषात् कर्तरि परस्मैपदम् यत्र धातोः अतः अनेन सूत्रेण एतत् सूत्रं पठितम्. अतः अनेन सूत्रेण वशिष्ठाः धातवः सर्वे परस्मैपदिनः. धातुः अनुदात्तेत् नित् स्वरित चेत् नित् च नास्ति चेत् सः धातुः परस्मैपद धातुः एव. नितः अनुदात्त नितः अनुदात्तेतः धातवः एव आत्मनेपदिनः. इतः स्वरितेतः दातवः एव उभयपदिनः यदि अवशिष्टाः दातवः सर्वे परस्मैपदिनः तर्हि सूत्रस्य का आवश्यकता इति चेत् कर्तरी कर्त्रर्थे अस्ति चेदेव धातुः परस्मैपदि कर्मणि भावे उदाहरणम् उकारः उदात्तः अनुनासिकः च अतः धातुः उदात्तेत् तर्हि परस्मैपदि लटि धावति अहं किञ्चित् आवश्यकता धातुः परस्मैपदी कर्मणि भावे परस्मैपदी च न भवति इति सूचनार्थं सूत्रं विरचितम् कर्तरि शेषात् कर्तरि परस्मैपदम् इति सूत्रमस्ति यदि अनुदातनितः आत्मनेपदी भवति स्वरितनितः उभयपदी भवति चेत् सूत्रस्य आवश्यकता किम् इति प्रश्नः उदेति अतः कर्तर्थे अस्ति चेदेव धातुः परस्मैपदी कर्मणि भावे परस्मैपदी न भवति इति सूत्रार्थ न अवगतं भगिनि सूचनार्थं सूत्रविरचितम् इत्युक्ते वयं जानीमः कृपया म्यूट् मध्ये किञ्चित् ध्वनिः आयाति भगिनि धन्यवादः श्री कर्मणि भावे प्रयोगे केषां प्रत्यय तिङन्तरूपस्य निर्माणार्थं केषां प्रत्ययानां प्रयोगः भवति चेत् वयं सर्वे जानीमः तत्र केवलं तङ् प्रत्ययानाम् एव प्रयोगः पूर्वे पठितम् अनुदातेत् धातुः अस्ति ञित् अस्ति तत्र किमपि न लिखितम् अनुदातेत् धातुः ञित् धातुः तत्र कर्तरिप्रयोगे वा कर्मणि प्रयोगे वा भावे प्रयोगे वा आत्मनेपदीप्रत्ययः योजनीयं किमपि न लिखितं केवलं लिखितम् अनुदातेत् धातुः अस्ति ञित् धातुः अस्ति तत्र आत्मनेपदीप्रत्ययः योजनीयम् अनन्तरं वदति स्वरितेत् धातुः अस्ति अपि चैत् धातु अस्ति तत्र यदि क्रियायाः फलं कर्तारं प्रति गच्छति तत्रापि आत्मनेपदीप्रत्ययः योजनीयं तावदेव पूर्वे उक्तम् इदानीं महर्षि इदानीं तत्र प्रश्नः अस्ति यद् धातुः अनुदात्तेत् न अनित् न स्वरितेत् न इत् न वयं तु तत्र अनुमानं कर्तुं शक्यते यदि एतादृशः कण्डिशन् फुल्फिल् नास्ति चेत् धातुः परस्मैपदी भवेत् किमर्थम् एतत् विशिष्टसूत्रं दत्तं अत्र लिखितम् अस्मिन् परिच्छेदे लिखितं कर्तरी इति पदस्य विषये किमर्थं चेत् पूर्वे किमपि न उक्तं कर्तरिप्रयोगे वा कर्मणि प्रयोगे वा भावे प्रयोगे वा परन्तु इदानीम् अस्मिन् सूत्रे उक्तं कर्तरी सो वाट् इस् द कन्क्लूजन् नौ कर्तरि प्रयोगे ये शेषधातवः इत्युक्ते शेषधातवः इत्युक्ते अनुदात्तेत् न ये धातवः अनुदात्तेत् न स्वरितेत् न नित् न इत् न ते शेषधातवः शेषधातोः अनन्तरं परस्मैपदीप्रत्ययः कदा योजनीयं सर्वदा योजनीयं वा भावेप्रयोगे अपि योजनीयं वा कर्मणि कर्तरी केवलं कर्तरी प्रयोगे इति तत्र स्पष्टीकरणमेव स्वीकरोति खलु वा तथा किं भगिनि पुनः कर्मणि प्रयोगे आत्मनेपदरूपमेव स्वीकरोति इति वा इत्युक्ते यत्किमपि धातुः सः अनुदातेत् वा उदात्तेत् वा स्वरितेत् वा द्विसहस्रधातोः पाणिनिधातुपाठे ये द्विसहस्रधातवः सन्ति तेषाम् अनन्तरं कर्मणि यदि अस्माकं विवक्षा कर्मणि प्रयोगस्य अस्ति अथवा भावप्रयोगस्य अस्ति तत्र एकमेव कार्यं तत्र सर्वदा आत्मनेपदीप्रत्ययः एव योजनीयं तत्र कदापि तदपि परस्मैपदीप्रत्ययः न आगन्तुं शक्यते बिकास् महर्षि मेड् देट् पूर्वे एव उक्तम् इत्युक्ते वाट् वास् द सूत्र वन् त्री ट्वेल्व् सूत्रस्य अनन्तरं साक्षात् अनन्तरम् उक्तम् इन् द थर्टीन् सूत्र एव हि सेड् भावकर्मणोः वेन् हि सेड् भावकर्मणोः तस्मिन् सूत्रे आत्मनेपदं पूर्वसूत्रे फ्रोम् ट्वेल्त् सूत्र आत्मनेपदम् इति पदस्य अनुवृत्तिः तत्र भावकर्मणोः आत्मनेपदम् सो तत्र कि धातुविषये किमपि न लिखितम् केवलं लिखितं प्रयोगस्य विषये भावकर्मणोः आत्मनेपदम् सो धातुः किमपि भवेत् धातुः यत्किमपि द्विसहस्रधातवः पाणिनिधातुपाठे तत्र कर्मणि प्रयोगे भावे प्रयोगे केवलम् आत्मनेपदीप्रत्ययः एव योजनीयं तत्र यदा मम विवक्षा कर्मणि प्रयोगस्य अस्ति ऐ विल् नाट् नो नीड् टु चेक् धातुः किं पदी अहं जानीमः धातुः यत्किमपि पदी अस्ति तत्र तु अहं केवलम् आत्मनेपदीप्रत्ययः एव योजयितुं शक्नुमः बिकास् महर्षि सेस् भावकर्मणोः केवलम् आत्मनेपदम् सो तत्र धातुः यदि उदात्तेत् अस्ति घञ् धातुः अस्ति भूधातुः अस्ति ऋषण धातुः अस्ति तत्र यदि मम विवक्षा कर्मणि प्रयोगस्य अस्ति अथवा भावे प्रयोगस्य अस्ति ऐ विल् नाट् सी वेदर् दिस् घञ् इस् आत्मनेपदी वा परस्मैपदी वा उभयपदी वा न कर्मणि अपि च भावे प्रयोगे मया किं करणीयं मया तत्र तङ्गेव योजनीयम् आत्मनेपदप्रत्ययः एव योजनीयम् किमपि अन्यकार्यमपि अस्ति तत्र लक्प्रत्ययः अपि आयाति बट् तत् भिन्नविषयः परन्तु कर्मणि भावे प्रयोगे लस्य स्थाने केवलं तङ् एव आगन्तुं शक्यते लस्य लकारस्य स्थाने तत्र त आतां ज था साथां द्वम् इड्वहि महिङ् एव योजयितुं शक्नुमः तत्र कदापि तपि तिप् तज्जि न योजयितुं शक्नुमः नौ द क्वश्चन् इस् वेन् टु यूस् दिस् तिप् तज्जि वेन् ऐ विल् यूस् दिस् परस्मैपदी धातुः एतावत्पर्यन्तं सर्वेषां धातुः अनन्तरं तत्र सूत्र आधारेण तङ् एव योजनीयम् इति लिखितम् परन्तु इदानीं सः वदति शेषात् कर्तरि परस्मैपदम् सो तिप्तजि सिप्तस्थमिपस्मस् इति परस्मैपदी संज्ञकप्रत्ययाः केवलं कर्तरि प्रयोगे ये अनुदातेत् न नित् न स्वरितेत् न अपि च इत् न तेषाम् अनन्तरम् एव अहं योजयितुं शक्नुमः तिप्तजि कर्तरि प्रयोगे एव तेषां प्रयोगः भवति अपि च यदि स्वरितेत् अपि च इत् दातु विषये क्रियायाः फलं कर्तारं प्रति न गच्छति तत्रापि अहं परस्मैपदीसंज्ञकप्रत्ययः योजयितुं शक्नुमः धातोः अनन्तरं पञ्चमी धातोः अनन्तरं तत्रापि परस्मैपदीसंज्ञकप्रत्ययः अहं योजयितुं शक्नुमः वयं शक्नुमः ओके सो दिस् इस् द सूत्रार्थः सो अत्र लिखितं यद्यपि सूत्रं नापेक्षितं तथापि तत्र कर्तरि इति विषये सो अस्मिन् सूत्रे कर्तरि इति पदस्य बहु आवश्यकता अस्ति केवलं कर्तरिप्रयोगे शेषात् धातोः अनन्तरम् अहं परस्मैपदीसंज्ञकप्रत्ययः योजयितुं शक्नुमः सो ये अत्र तदेव लिखितम् अवगतं वा सर्वैः अवगतं वा कोऽपि प्रश्नः ब्रह्मः अस्ति चेत् कृपया पृच्छतु प्रश्नः अस्ति चेत् पृच्छतु अत्र कर्तरि इति अनेन इदानीं पर्यन्तं वयं तु तत्र सो यः अर्दातेत् दातु अपि च नेत् दातुः तत्र कर्तरिप्रयोगे अपि आत्मनेपदीसंज्ञकप्रत्ययः योजनीयं भावे प्रयोगे कर्मणि प्रयोगे अपि तत्र आत्मनेपदीप्रत्ययः एव योजनीयं परन्तु ये शेषधातवः ये परस्मैपदीधातवः तेषां कर्मणि प्रयोगे आत्मनेपदीप्रत्ययः योजनीयं भावे प्रयोगे तथैव परन्तु कर्तरिप्रयोगे शेषात् धातोः अनन्तरं केवलं तिप्तश्चि योजनीयं न तु तङ् योजनीयम् इति तत्र पदव्यवस्थाविषये चिन्तनमस्ति व्याकरणशास्त्रे. अस्तु अग्रे वदतु महोदय. महोदय, स्वरित् इति कर्तरी प्रायक्रियाफले अत्र कर्तरी प्रयोगे मत उभयपदं किं गात्यं कारणे अस्ति? कर्तरी अस्ति तु तस्मिन् पदे तु सम्यक् अस्ति न, कर्तरी मत् आत्मनेपदे किं किं कारणे किं महोदय प्रश्नः कः? स्वरित् इत् कर्तरी कर्तरि प्राये क्रियाफले कर्तृ उभयपदम् अस्ति, कर्ता अस्ति, कर्त्री नास्ति. कर्तृ अभिप्राये क्रियाफले, सो क्रियायाः फलं कर्तृ कर्तारम् अभिप्रेति चेत् तादृशस्वरितनित्यधातोः अनन्तरम् आत्मनेपदीप्रत्ययः योजनीयं. किमर्थं चेत् एतावत्पर्यन्तम् अस्मिन् प्रकरणे परस्मैपदम् इति तत्र पदं न आयाति. पूर्वसूत्रात् तत्र आत्मनेपदम् इति पदस्य अनुवृत्तिः. सो महर्षिणा तादृश एव सूत्रं रचितं. सि हि कुड् हेव् सेट् स्वरिते स्वरित इत् तत्र कर्मी कर्म अभिप्राये क्रियाफले. सो अथवा भिन्नरूपेण वदामः चेत् बट् सिन्स् पूर्वसूत्रे तत्र आत्मनेपदम् इति पदस्य अनुवृत्तिः अस्ति, सो हि मेड् द सूत्र लैक् देट्. यदि क्रियायाः फलं कर्तारं प्रति गच्छति तत्र तादृशस्वरितन्यतधातोः अनन्तरम् आत्मनेपदी प्रत्ययः योजनीयं, तावदेव सूत्रं वदति. सो वि आर् मेकिङ्ग् द रेफरेन्स्, वी आर् टेकिङ्ग् द निष्कर्षः, वी आर् टेकिङ्ग् द एनालिसिस् देट् यदि क्रियायाः फलं तादृशस्वरितन्यत् धातोः अनन्तरं यदि क्रियायाः फलं कर्तारं प्रति न गच्छति तत्र वयं परस्मैपदीप्रत्ययः योजनीयं. यदि कोऽपि अन्येषां कृते क्रियायाः फलं गच्छति यथा माता बालकाय पचते, माता बालकाय पचते, तत्र पच् धातुः फस्ट् द धातु शुड् हेव् द उभयपदत्वम् इति गुणः. देन् ओन्ली ऐ केन् मेक् द then only it can have two rupas. So dhatav etadrishyah gunah bhavet. So dhatav ubhay padatvam iti gunah kada ayati? Dhatav ubhay padatvam iti gunah kada ayati? Vajatu? Kimmada? Dhatav? Kashchat dhatav ubhay padatvam iti gunah. Ubhay padatvam iti एकं गुणः अस्ति. दिस् इस् द क्वालिटि. वेन् वि से त्वम् उभयपदत्वम् इति गुणः धातौ कदा आयाति? न यदि धातौ स्वरित् स्वरसि इति अस्ति तस्मिन् उभयपदत्वम् आयाति. यदि धातुः न्यकारसि इति अस्ति तदापि तादृशधातोनन् मध्ये उभयपदत्वम् इति गुणः अस्ति. सो भूधातु उभयपदत्वम् इति गुणः नास्ति. तत्र एकमेव रूपम् अस्ति, परन्तु कानिचन धातवः धातु पठे कानिचन तादृशधातवः सन्ति यस्मिन् उभयपदत्वम् इति गुणः अस्ति. महर्षिणा तेषां लक्षणं दत्तं कीदृशधातूनाम् उभयपदत्वम् इति गुणः स्वरिते अपि च नितधातूनाम् एव उभयपदत्वं. तत्र रूपद्वयं सर्वदा रूपद्वयं श्रूयते. सो यदि रूपद्वयस्य तत्र भेदः कः इति वदामः चेत् यदि क्रियायाः फलं कर्तारं प्रति गच्छति, कर्ता स्वयं कृते कार्यं करोति चेत् तत्र परस्मै तत्र आत्मनिपदी प्रत्ययः योजनीयं, त आतां च योजनीयं. परन्तु यदि कर्ता यः कार्यं करोति सः कर्ता सः कर्तृ, यदि कर्तृ कस्य अन्यचित् कृते कार्यं करोति चेत् तत्र वयं तं तङ् न योजयितुं शक्नुमः, तत्र तु तिप्तजि योजनीयं। सो तत्र विशिष्टधातवः सन्ति यस्मिन् उभयपदत्वम् इति गुणः अस्ति, तेषां लक्षणम् अस्ति स्वरितनित्त। तादृशधातौ एव उभयपदत्वम् इति गुणः। सो तत्र रूपद्वयं सर्वदा, अपि च रूपद्वयस्य तत्र अर्थभेदः अपि अस्ति, कदा पचते योजनीयं, कदा पचति योजनीयम् इति इदानीं वयं जानीमः, तत्र कः भेदः। अस्तु महोदय, सूत्रे तु आत्मनेपदं, पूर्वसूत्रे आत्मनेपदम् इति एव पदम् अस्ति, अतः महर्षिणा तादृश एव सूत्रं निर्मितं। क्रियायाः फलं कर्तारम् अभिप्रेति चेत् तत्र आत्मनिलस्य आत्मनेपदं योजनीयम्। बट् यदि क्रियायाः फलं कर्तारं न अभिप्रेति तत्र लस्य इत्यनेन परस्मैपदम्। इदानीं बिकास् परस्मैपदं वास् नाट् नौ आफ्टर् सम् सूत्रा शीसेत् शेषात् कर्तरि परस्मैपदम्। कर्तरिप्रयोगे शेषात् धातोः अनन्तरम् अनुदात्त विहाय, नित् विहाय, स्वरितेत् विहाय, इत् विहाय, ते शेषात् धातोः अनन्तरं केवलं कर्तरिप्रयोगे, केवलं कर्तरिप्रयोगे कर्तरिविषये एव, कर्तरिसप्तमी अन्तं कर्तरिविषये एव लस्य स्थाने परस्मैपद योजनीयम् इति वदति। पूर्वे एव महर्षि उक्तं भावकर्मणोः, भावकर्मणोः यत्किमपि धातुः, सः अनुदातेत् वा शेषात् वा यत्किमपि धातुः, तत्र तु एकमेव विकल्पः, तत्र ताङ्गेव योजनीयम्। आत्मनेपदप्रत्ययः एव योजनीयं कर्मणि प्रयोगे, भावे प्रयोगे। सो वट् इस् लेफ्ट् नौ? कर्तरिप्रयोगः। सो कर्तरिप्रयोगे तत्र परस्मैपदप्रत्ययः शेषात् धातुः, पूर्वे यत् उक्तं तेषां न, शेषात् अनन्तरं तत्र परस्मैपदप्रत्ययः योजनीयम् इति सूत्रस्य अर्थः। गिरिजा भगिनी अग्रे पठति वा? भगिनी अस्ति वा? गिरिजा भगिनी अस्ति? नास्ति। उषा भगिनी पठति वा? पठामि। मम नाम स्वीकृता खलु? उषा भगिनी, अत्र उषा भगिनी अस्ति, अपि च क्षम्यतां, क्षम्यताम्। उषा भगिनी पठितुमिच्छति वा भगिनी? आं भगिनी, आं भगिनी। पठदातौ इति पठदातो ठकारोत्तरवर्तिः यः अकारः अस्ति सः न अनुदात्तः न वा स्वरितः, चिह्नं नास्ति एव, अतः उदात्तः। उदात्तः अपि अनुनासिकः अपि, अतः अयं धातुः उदात्तेत् अतः परस्मैपदी। तथैव लिखधातु धाउ गतशुद्ध्योः इति उकारस्य उदाहरणम्। उकारः उदात्तः अनुनासिकः च, अतः धातु उदात्तेत् तर्हि परस्मैपदी लटि धावति। इदानीं क्षीक्षये इति धातुः, अत्र वदतु पठ ठकारो ठकार अस्ति, तत्र पठमध्ये अकारः अस्ति, स न अनुदात्तः नास्ति, स्वरितः अपि नास्ति, चिह्नं नास्ति एव तत्र किमपि, अतः तत् ठ अस्ति, तत् उदात्तः अस्ति, तत्र अनुनासिकचिह्न उदात्त नास्ति भगिनि, ठकारः उदात्त न भवितुं शक्नोति, ठकारः हल् वर्णः, उत्तरवर्ति, ठकार उत्तरे किम् अस्ति? अनुनासिक अस्ति, ठकार उत्तरे अकारः अस्ति, अ अस्ति, पठ तो ठकार उत्तरवर्ति यः अकारः, ठकार उत्तरवर्ति अत्र अकारः अस्ति, पठ परन्तु लौकिक रूपे पठ अस्ति, तत्र ठ हलन्त धातु अस्ति, परन्तु मूले मूलधातौ ठकार उत्तरवर्ति तथा अकारः अपि अस्ति, सः अकारः अनुनासिकः, स्वरः अनुनासिकः, सः अकारः अनुनासिक अस्ति अपि च कोऽपि चिह्नं नास्ति यथा भवती उक्तवती तत्र कोऽपि चिह्नं नास्ति अतः उदात् अत्र पठ यः अकारः सः अनुनासिक अस्ति अपि च उदात् अस्ति सः धातुः सः अनुनासिक अस्ति तस्य इत्संज्ञा भवति इत्संज्ञा भवति चेत् उदात् स्वरसि इत् यस्मिन् सः धातुः किं तस्य नाम कः उदात्ते उदात्ते उदात्ते उदात् योग इत् तत्र गुणसन्धि भवति अयोग इ कुर्मः चेत् उदात्तेत् भवति पठ उदात्तेत् अस्ति उदात्तेत् अस्ति शेषात् न तु पठ न अनुदात्तेत् न स्वरितेत् न इत् अतः शेषधातुः शेष अस्ति शेषात् कर्तरी परस्मैपदम् इति सूत्रस्य अत्र प्रसक्तिः अत्र अनुदात्तेत् अनुदात्तनित् आत्मनेपदं स्वरित इत् कर्त्री अभिप्राये क्रियाफले तादृशसूत्राणाम् अत्र प्रसक्तिः नास्ति किमर्थं चेत् स्वरितेत् नास्ति इत् नास्ति अनुदात्तेत् नास्ति नित् नास्ति अत्र एतत् 1.3.78 सूत्रस्य प्रसक्ति तेन सूत्रेण पठ धातुः परस्मैपदी भवति केवलं कर्तरीप्रयोगे मया किं करणीयं पाठधातु अनन्तरं लस्य स्थाने तिप्तशि योजनीयम् इदानीं तत्र लिखं विषये वदतु भगिनि तथैव लिखधातुः अस्ति लिखधातुमध्ये यत् ख अनन्तरम् अकारः अस्ति सः एकनिमिष तत्र यः अकारः अस्ति तस्य उपरि अनुनासिक अस्ति तत् उदात्तः अस्ति ख अकारः यत् अस्ति तत् उदात्तः अस्ति अनुनासिकस्य इत् संज्ञा भवति तत् तत्र सत्यं तेन किं लिखधातुः तत् अस्ति परस्मैपदी अस्ति कर्तरि लिखधातु अपि उदात्तेत् धातुः अत्र कोऽपि चिह्नं नास्ति अतः उदात्तेत् अस्ति लिखधातुः उदात्तेत् अस्ति एकनिमिषः महोदय जस्ट् अ मिनट् लिखधातुः उदात्तेत् अस्ति उदात्तेत् अस्ति चेत् इदानीम् अहं जानीमः शेषात् कर्तरि सो कर्तरि प्रयोगे लिखधातुः अनन्तरं लस्य स्थाने किं करणीयं लस्यस्थाने किं करणीयम् परस्मैपदी प्रत्ययः योजनीयं विवक्षानुसारे द्विवचनस्य विवक्षा अस्ति चेत् तस् योजनीयं बहुवचनस्य विवक्षा अस्ति चेत् जि योजनीयं सो विवक्षानुगुणं तत्र किं करणीयं परस्मैपदी प्रत्ययः योजनीयं न तु आत्मनेपदी प्रत्ययः योजनीयं किमर्थं चेत् धातुः उदात्तेत् अस्ति धातुः अनुदात्तेत् नास्ति नित् नास्ति स्वतेत् नास्ति इत् नास्ति अतः शेषात् सूत्र हि डस् नाट् से उदात्तेत् धातुः हि सेस् शेषात् सो शेषात् इत्यनेन अनुदात्तेत् न नित् न स्वरितेत् न इत् न वट् इस् लेफ्ट् वट् इस् लेफ्ट् इस् देट् वन् इस् उदात्तेत् एण्ड् आल् अदर् धातुः यत्र कोऽपि इत्संज्ञकवर्णः एव नास्ति तत्रापि ते अपि शेषात् इत्यनेन एव तत्र तस्मिन् समूहे एव आयान्ति सो लिखा धातुः तादृश लिखधातुः इकारः कीदृश इकारः भगिनि ह्रस्वीकारः अस्ति अपि च ह्रस्व प्लुतः दीर्घः ह्रस्व अनन्तरं स्वराणां कथं भेदः तत्र अस्ति ह्रस्व इकारः अनन्तरं दीर्घप्लुत न कालाधारेण ह्रस्व दीर्घः प्लुतः सो अत्र लेख्यः इकारः कालाधारेण ह्रस्व इकारः ह्रस्व इकारः इदानीं तत्र इदानीं तत्र तत्तु सत्यं प्रथमे ह्रस्वदीर्घप्लुत् तस्य अनन्तरं किं तत्र द्रष्टव्यम् अनुनासिक् वा निरनुनासिक् तत्र किम् अस्ति निरनुनासिक् अस्ति अननुनासिक् अस्ति अथवा निरनुनासिक् अस्ति निरनुनासिक् अस्ति अतः तस्य संज्ञानं भवितुं शक्नोति किमर्थं चेत् सूत्रं तादृशम् उपदेशे अज् अनुनासिकित् उपदेशे यः अच् अस्ति यदि सः अनुनासिक् अस्ति तदा एव तस्य संज्ञा भवति यदि निरनुनासिक् अस्ति तस्य संज्ञा न भवितुं शक्नोति सो इकारः निरनुनासिक् ह्रस्व इकारः अपि च अनन्तरं किम् उदात् अनुदात् स्वरित् सो इकारः कीदृशस्वरः भगिनि उदात् वा अनुदात् वा स्वरित् वा उदात् कोऽपि चिह्नमत्र नास्ति नास्ति उदात् अस्ति सो लिखदातोः यः अवशिष्टस्वरः द रिमेनिङ्ग् स्वर सः निरनुनासिक् उदात् स्वरः तस्य आधारेण किम् अवशिष्टस्वरस्य आधारेण किम् इड् व्यवस्था धातुः सेट् वा अनिट् वा तत् अवशिष्टस्वरेण वयं ज्ञातुं शक्नुमः परन्तु लिखा यः अकारः सः अनुनासिक अकारः अपि च उदात् अकारः तस्य इत् संज्ञा भवति इत् संज्ञास्वरस्य आधारेण पदव्यवस्था अवशिष्टस्वरस्य आधारेण इड् व्यवस्था इड् व्यवस्था इत्युक्ते लिख् धातुः सट् वा अनिट् वा सो तत् तस्य कृते अपि सूत्राणि सन्ति अग्रे पठामः परन्तु अवशिष्टस्वरस्य आधारेण इड् व्यवस्था इत् संज्ञक् स्वरस्य आधारेण पदव्यवस्था लिख उदात्तेत् अस्ति उदात् स्वरस्य इत् अस्ति अतः लिख परस्मैपदी धातुः कर्तरिप्रयोगे तत्र परस्मैपदी प्रत्ययः योजनीयम् अतः रूपमस्ति लिखति अत्र तथैव दामु यः अस्ति सः इत् संज्ञक् स्वरः परन्तु आ यः अस्ति सः निरनुनासिक् स्वरः सः स्वरः तिष्ठति आ आधारेण इड्व्यवस्था उ आधारेण पदव्यवस्था इत् संज्ञक् स्वरस्य आधारेण पदव्यवस्था कस्मिन् धातौ धातौ पदव्यवस्था इत् संज्ञक् स्वरस्य आधारेण धातौ इड्व्यवस्था अवशिष्टस्वरस्य आधारेण इति तत्र उपरि शीर्षकम् अस्ति अस्कारपत्रस्य अवगतं वा भगिनि सो अत्र अस्मिन् परिच्छेदे उदात्तेत् धातूनाम् उदाहरणम् अनन्तरं तत्र भिन्नधातूनाम् उदाहरणम् अपि अस्ति महोदय वदतु प्रश्नः अस्ति वा महोदय पट् धातु अस्ति अत्र तु अनुनासिक अकार अस्ति परे सुपोज करें कि मतलब जो कि टाटा परे अनुनासिक नास्ति आकार तो अस्ति अनुनासिक नास्ति अनुनासिक अस्ति तत्र भी मतलब जो शेषात् कर्तरि परस्मै पदे कार्यं करोति तो सत्यं तस्य उदाहरणम् अग्रिमे परिचये दत्तं तत्रापि शेषात् इत्यनेन एव कार्य यदि भू धातुः उकारः अस्ति परन्तु निरनुनासिक अस्ति भूधातु कथं जानीमः परस्मैपदी धातुः अनेन सूत्रेण एव शेषात् भूधातुः अनुदातेत् नास्ति स्वरितेत् नास्ति इत् नास्ति नित् नास्ति अतः कथं जानीमः भूधातु परस्मैपदी अनेन सूत्रेण एव शेषात् कर्तरी परस्मैपदम् इति महर्षिणा सूत्रं दत्तं सो न केवलम् उदातेत् धातुः परस्मैपदी अन्ये ये अनुदात्तेतना स्वरितना इतना नित्ना ते सर्वे धातवः परस्मैपदी धातवः कर्तरि प्रयोगे परस्मैपदी प्रत्ययः तत् योजनीयम् इति सूत्रस्य अर्थः. सो देट् इस् द वर्सटालिटि आफ् द सूत्रम्. अत्र किमपि न लिखितम् उदात्तेत् वा. फस्ट् हि गेव् द टु कण्डिशन्स् नौ देन् हि सेड् शेषात्. सो हि इन्क्लूडेड् एव्रिथिङ्ग् इन् दिस् शेषात्. What has been said previously, excluding that sheshat, excluding those dhatus, sheshat kartari paraspe padam. That is the beauty of the Panini Grantham. Astu mode, agre patha. Agre kaha pathati? Kopi chati chet, sape unmute kritva vadatu. Badami. एकनिमिष जगदीश महोदय पठितुमिच्छति वा महोदय? पठामि. पठतु इदानीं क्षीषये इति धातुः. पेराग्राफ् न तस्य उपरि इदानीं क्षीषये इति धातु. इदानीं क्षी क्षीक्षये इति धातुः इकारः अनुदात्तः अस्ति अतः धातुः अनुदात्तेत् आत्मनेपदी च किल क्षयते इति रूपम् इत्यस्मिन् अस्माकं भ्रान्तिः. कारणम् अस्मिन् इकारे अनुनासिक छिन्नं नास्ति अतः इत् सञ्ज्ञक् नास्ति. तर्हि अनुदात्तेत् इति कथं वदेमः? धातौ अनुदात्त इकारः इत् सञ्ज्ञकः चेत् एव खलु धातुः अनुदात्तेत्. अनुदात्तः इत् यस्य सः इति वक्तुं शक्नुमः. तर्हि कः स्वरः अवशिष्यते, कः स्वरः च अपगच्छेत् इति अवधेयम्. स्वरेण पदनिर्णयः अस्माभिः कदा क्रियते? ये प्रश्न यदा स्वरः शिष्यते इति नः, यदा स्वरः इत्संज्ञकः नाम अपगच्छति तदा एव क्रियते. क्षी धातौ इकारः अनुदात्तः तु अस्ति किन्तु इत्संज्ञकः नास्ति अतः क्षयति न क्षयते. अस्य धातोः इकारः इद् व्यवस्थां सूचयति न तु पदव्यवस्थाम्. वदतु क्षी धातुविषये भवान् किम् अवगतं तत् वदतु. इट् रिक्वैर्स् अ लिटल् एक्स्प्लेनेशन् फर् यू भगिनि. अस्तु कोऽपि वक्तुं शक्यते वा अत्र किम् अस्ति महोदयेन यत् पठितम्? सारांशेन वदतु महोदय. वदतु अहं वदामि वा? वदतु वदतु. आं महोदय क्षी धातुः अस्ति अनुदात्तु अस्ति लेकिन् इत् संज्ञक नास्ति तत् कारणेन अनुदात्ते नास्ति तत् कारणेन परस्मैपदी भवति. न केवलम् अनुदात्ते नास्ति तस्य आधारेण एव वक्तुं शक्यते वा? इत् नास्ति गित् अपि नास्ति उदात्त तत्र त्वरित अपि नास्ति तत् कारणे क्षीधातु शेषात् कर्म कर्तरि परस्मैपदीसूत्रेण परस्मैपदी भवति. अतः रूपं किं क्षिपति क्षियति क्षयति ए बिकम्स् ए क्षयति कथं भवति वदतु क्षयति रूपं कथं भवति छि धातु अस्ति अत्र गणस्य नाम किं महोदय प्रथमगणे अस्ति वदतु अच्छा छि धातु अस्ति भवादिगणे प्रथमपुरुषे लट् लकारे आकाङ्क्षा अस्ति चेत् छि योगं तत्र सप् सप् आयाति विकण् प्रत्य तत्परं ति आयाति तिप् आयाति सकारस्य और् सकारस्य इत्संज्ञा भवति सकारस्य अपि इत्संज्ञा भवति तस्य लोपेन सूत्रेण लोपः भवति स्थितिः भवति छि छि योगं छि योगम् योगं ति अस्तु अत्र अस्ति क स इ सि इकार अस्ति सप् अस्ति तत्कारणे पित् अस्ति अकार पित् अस्ति तत्कारणे सा धातु आर्धातुके सूत्रेण गुणः भवति स्थितिः भवति छे छे योगम् अ योगं ति छे योगम् अ एक निमिषं महोदय एकार अस्ति एका एचो याव यावसूत्रेण श योगम् आय आयाति तो एवम् अ योगं ति तो छ य ति भवति महोदय वर्णेन वर्णान् वर्ण मिलित्वा छ इति भवति महोदय अपि च अस्मिन् परिच्छेदे किम् अन्यत् किम् अस्ति किं महोदय अस्मिन् परिच्छेदे स्वरविषये अपि किञ्चित् दत्तं तत्परं स अस्ति न तत्तु सत्यम् अस्मिन् परिच्छेदे अस्तु महोदय धन्यवादः अस्मिन् परिच्छेदे अस्तु म्यूट् मध्ये तिष्ठतु महोदय इदं प्रच्छेदेन छि धातु इकार अनुदातत्व अस्ति किन्तु यत् सम्यक् नास्ति सम्यक् अस्ति अत्र अतः छैति भवति सो अत्र यः अनुदातचिह्नं तेन किम् अनुदातचिह्नस्य किं प्रयोजनम् अत्र अत्र एकारस्य अधुना न इदानीं न पठत् तत्कारणे ईडागमन व्यवस्था सत्यं तदेव श्रोतुम् इच्छामि सो अत्र यः अनुदातचिह्नं तस्य आधारेण इड् व्यवस्था न तु पदव्यवस्था पदव्यवस्था तु अनुनासिकस्वरस्य आधारेण इत्संज्ञकस्वरस्य आधारेण पदव्यवस्था परन्तु अत्र यः चिह्नं दत्तं तस्य भिन्नप्रयोजनम् अस्ति अत्र चिह्नं यद्यपि क्षीदिश्चिह्नं क्षी अधोभागे अस्ति परन्तु एतत् अनुदातचिह्नं इकारस्य विषये सो आन् द कम्प्यूटर् वेन् वि टैप् क्षी दिस् चिह्नं विल् कम् हियर् ओन्ली इट् केनाट् कम् हियर् बट् वि नो देट् उदात् अनुदात् स्वरित् इति यः भेदः सः स्वराणां न तु व्यञ्जनानां सो अत्र क्षि इति यः गुणित अक्षरः तत्र इकारः अस्ति सो गुणित अक्षरे इकारः अस्ति तत्र एतत् चिह्नं इकारस्य कृते न तु क्ष अतः तस्य आधारेण किं तस्य आधारेण तत्र इड् व्यवस्था न तु पदव्यवस्था इति सू इति अस्मिन् पदे लिखितं स्वरेण पदनिर्णयः अस्माभिः कदा क्रियते पदनिर्णयः कदा क्रियते इत्संज्ञकस्वरस्य आधारेण यदा स्वरः शिष्यति इति न यदा स्वरः इत्संज्ञकः तदा एव पदनिर्णयः यः स्वरः शिष्यते यः स्वरः अत्र तिष्ठति यः अवशिष्यते तस्य आधारेण तु इड् व्यवस्था न तु पदव्यवस्था. अतः धातुः अत्र अनुदात्तेत नास्ति, धातुः अनुदात्तेत नास्ति, अत्र अनुदात्स्वरस्य इत् नास्ति. किमर्थं चेत् निरनुनासिक अस्ति, अनुनासिक नास्ति. अतः शेषात् कर्तरि परस्मैपदम् इत्यनेन क्षी धातुः कर्तरिप्रयोगे परस्मैपदीप्रत्ययः योजनीयम्. अतः क्षयति ति इति रूपं, न तु ते इति रूपम् इति लिखितं. तथैव तत्र अग्रे अस्तु. अग्रे इदानीं तु समयः अभवत्. सर्वैः अवगतं वा? अत्र एकार अस्ति, एकार अस्ति, एकार अनुदात् अस्ति. कुत्र एकार अस्ति? छि छि छि इकारः अस्ति, इकारः अनुदात् अस्ति. एकारः कुत्र अस्ति? इकारः अस्ति, इकारः अनुदात् अस्ति, अनुदात् अस्ति. तस्य आधारेण वयम् अग्रे गत्वा तत्र इडव्यवस्थाविषये पठामः. परन्तु पदविषये तु नास्ति. पदव्यवस्था, पदनिर्णयः अनेन न क्रियते. इकार आधारेण पदनिर्णयः न क्रियते. किमर्थम्? अनुनासिक नास्ति. अनुनासिक नास्ति चेत् इत्संज्ञकः नास्ति. केवलम् इत्संज्ञक स्वरः अस्ति चेदेव पदनिर्णयः. महोदय, तत्र इत्संज्ञा परे, इत्संज्ञा परे के किं मतलब कि अनुदात् अस्ति, अनुदात् अनुदात् अनुदात् और स्वरित चिह्नं शिष्यते किं? कुत्र आप्तमत इत्संज्ञा स्वरे अनुदात् अनुदात् और स्वरित चिह्नं रिमेनिङ्ग् भवति. रिमेन् तत्र सि अनुदात् उदात् स्वरित् इति स्वरसि यः प्रभेदाः, तेषां प्रयोजनं किम् अस्ति? तावदेव अस्ति न? अनन्तरमपि अस्ति, उच्चारणं तु अस्ति, परन्तु वयं तु न कर्तुं शक्यते. सो परन्तु प्रयोजनं, मुख्यप्रयोजनं किम् अस्ति? उदात् अनुदात् स्वरित् इति स्वराणां यः तत्र प्रभेदः व्याकरणशास्त्रे, वेदेन व्याकरणशास्त्रे उदात् अनुदात् यः स्वरित् अपि ये प्रभेदाः सन्ति स्वराणां कृते, तेषां प्रयोजनम् अस्ति पदव्यवस्था अपि च इडव्यवस्था. तत् निर्णयं कृत्वा अग्रे तत्र तत्र किमर्थं तत्र चिह्नं स्थापनीयं? न आवश्यकं न? सो मूले एव आवश्यकं, मूलधातौ एव आवश्यकम्. अस्तु, तत्र तस्य प्रयोजनं किं? तत् कार्यं कृत्वा किमर्थं? तत् स्वरः तु तिष्ठति, परन्तु वी डोण्ट् पुट् वेन् ऐ रैट् शयति. सो डु ऐ पुट् दट् इ बिकास् दट् ई हेज् आलरेडि गोन् अण्डर् सो मेनि चेञ्जस्. सो वाट् इस् द नीड् टु पुट् दट् अनुदात् चिह्नं? अग्रे अपि तिष्ठति, बट् तस्य व्याकरणशास्त्रे तावत् एव प्रयोजनम् अस्ति. पदव्यवस्था अपि च इडिव्यवस्था, तावदेव प्रयोजनं, कोऽपि अन्यप्रयोजनं न. अस्तु, इदानीम् अत्र स्थगामः. जगदीश महोदय, कृपया शान्तिमन्त्रं पठति वा महोदय? अवश्यं. Afterwards, you kindly add the next two steps why it is not shared. You had almost completed that. I want two more steps to be completed. So, because there is not anunasik, we are not going further, right? Because anunasik is nasty. Nasty, usilya. That's why it stopped at that. What you wrote. The next two steps, kindly complete and then send it to, in the WhatsApp. Namaskar. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिशान्तिशान्तिः. हरि ओम्. श्रीगुरुभ्यो नमः. हरि ओम्. तत्सत्. नमस्काराः, धन्यवादाः, पुनः मिलामः. धन्यवादः. धन्यवादः. धन्यवादः.